नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। लुट् लकारः इति विषयः, तत्र वयं प्रत्यय आदेशः इत्यस्मिन् विषये गतसप्ताहे किञ्चित् चिन्तनं प्रवृत्तम्। तत्र सूत्रमासीत् लुटः प्रथमस्य डारौ रसः इति सूत्रमस्ति। तत्र तिप् स्थाने ढा इति आदेशः भवति। तत्र प्रश्नः आसीत् डा इति प्रत्ययः अनेकाल् अतः सर्वस्य स्थाने आदेशः भवति वा, अथवा अनुबन्धलोपानन्तरम् आ इति अवशिष्यते अतः एकाल् इति कृत्वा अलोन्त्यस्य इत्यनेन अन्त्यस्य स्थाने आदेशः भवति वा इति तत्र प्रश्नः आसीत्। कथं तस्य निर्णयं कर्तव्यम् इति अपि अत्र प्रश्नः। नमस्कारः, तत्र च्युटु इत्यस्य तत्र नमस्ते भगिनि, स्वागतम्। इदानीमेव आरब्धम्, अतः तत्र च्युटु इत्यस्य प्रसक्तिः अस्ति वा, तत्र अनुबन्धलोपकार्यं तत् कर्तुं शक्यते वा? किमर्थं प्रश्नः इत्युक्ते डा इति यदा आदेशः भवति तदा एव तस्य प्रत्ययत्वं, तदा एव तत्र स्थानिवद्भावेन तत्र वयं प्रत्ययत्वमिति स्वीकृत्य च्युटु इत्यस्य कार्यम् इति पक्षद्वयं वयं दृष्टवन्तः। एकः अस्ति प्राचीनानां मतम्, अनन्तरं द्वितीयमासीत् नागेशस्य नवीनमतम् इति। तत्र प्राचीनानां मतेन तत्र यदा स्थानिवद्भावेन आदेशः भवति तदा एव तत्र प्रत्ययः, तस्मात् पूर्वं सः प्रत्ययः न, अतः तत्र अनेकाल्त्वात् सर्वादेशत्वं कथं वा भवति? प्रत्ययः यदा नास्ति चेत् तत्र अनेकाल्त्वात् सर्वादेशत्वं भवति इति तेषां मतम्। सर्वादेशानन्तरमेव प्रत्ययत्वम् आगतं तद् स्थानिवद्भावेन इति तेषां प्राचीनानां मतम् आसीत्। ते एव वदन्ति इत्संज्ञकत्वम् अनुबन्धत्वम्, इत्संज्ञावत्वम् अनुबन्धत्वम् इति प्राचीनानां मतम् आसीत्। ते उदाहरणानि अपि प्रदर्शितवन्तः। एकमासीत् जसः षि इति, तत्र जसः षि इत्यत्र षि इति प्रत्ययः तत्र एकाल् वा अनेकाल् वा इति तत्र प्रश्नः आसीत्। इत्युक्ते जसः स्थाने पूर्णतया तद् आगच्छति वा, अथवा अलोन्त्यस्य इत्यनेन अन्त्यस्य स्थाने इति। षि इति तत्र पूर्णतया जसः स्थाने षि इति पूर्णतया एव आदेशः भवति, अनेकाल्त्वात् सर्वादेशः इति अपि दृष्टवन्तः। इत्युक्ते षि इति अनुबन्धात् पूर्वं स्वीकृत्य अनेकाल्त्वम् इति स्वीकृत्य तत्र वयं सर्वादेशः कृतवन्तः इति एकम् उदाहरणम्। द्वितीयमासीत् लिटि परस् आम् तत्र वदतु इत्संज्ञकत्वं जतषि इति, इत्संज्ञकत्वं नास्ति इति कृत्वा इति अनेकाल् इत्संज्ञकत्वम् अनुबन्धत्वम् इति उक्तं खलु अत्र, तत्र तर्हि इत्संज्ञकत्वं नास्ति इदानीं षि इत्यस्मिन् इति। सत्यं सत्यं, तत्र तु इत्संज्ञा न कृता। आम् सत्यं, तद् तत्र जसः स्थाने षि यदा आदेशः भवति अनन्तरमेव तस्य प्रत्ययत्वम् आगतम्। सत्यं सत्यं सत्यम्, अनन्तरमेव अनन्तरमेव स्वीकृतं, पूर्वं न। यदा पूर्वं स्वीकृतं चेत् तत्र एकालेव भवति, न तु अनेकाल्। अतः तद् प्रायः अलोन्त्यस्य इत्यस्य प्रसक्तिः भवति स्म, परन्तु तादृशं नास्ति, तद् पूर्णतया एव आदेशः भवति। जसः स्थाने षि आदेशः भवति, अनन्तरमेव तस्य प्रत्ययत्वम् आगतम्, अनन्तरमेव तस्य इत्संज्ञकत्वम् अनुबन्धत्वम् इति। द्वितीयम् उदाहरणम् आसीत् परस्मैपदानां नळु नलुतुसु तल किम् आसीत्, तल तु सन् नल्वमाः इति तत्र दीर्घसूत्रं खलु, इत्यनेन लिटि तत्र कथं भवति इति आदेशः, नलादीनाम् आदेशः, तत्र अपि एवमेव स्थितिः इति दृष्टवन्तः। स्तिपः स्थाने नळ् इति आदेशः पूर्णतया आदेशः, आदेशः अनेकाल्त्वात् तत्र न इत्यस्य सर्वादेशः भवति, सर्वादेशत्व अनन्तरमेव तस्य प्रत्ययत्वम्, अनन्तरमेव इत्संज्ञा नकारलोपः सर्वं भवति इति स्थलद्वयं तेन प्रदर्शितं प्राचीनानां प्राचीनैः प्रदर्शितम्। अनन्तरं तत्र नागेशभट्टः सः परिभाषेन्दुशेखरकारः सः तु इत्संज्ञायोग्यत्वमेव पर्याप्तं तत्र अनुबन्धत्वस्य कृते तत्र इत्संज्ञावत्वं न आवश्यकम् इति सः वदति। सः कथं तस्य आक्षेपः करोति इत्युक्ते तत्र प्रथमपुरुषस्य एकवचने तिपः स्थाने नळ् भवति, तत्तु सम्यक् एव, उत्तमपुरुष बहुवचने अपि मिपः स्थाने नळ् भवति, परन्तु मध्यमपुरुषस्य एक बहुवचने खलु स प्रत्ययः तस्य स्थाने आ इति आदेशः कर्तव्यः। आदेशः अकारः तु एकाल् अस्ति, अनेकाल् नास्ति, तथा तत्र निर्णयः कथं कर्तव्यम् इति तेषाम् आक्षेपः। ते तस्य उत्तरमपि वदन्ति, प्रश्लेषनिर्देशः कर्तव्यः, ते तु इत्संज्ञायोग्यत्वम् अनुबन्धत्वम् इति स्वीकृतत्वा तत्र प्रश्लेषः प्रश्लेषेण निर्देशः कर्तव्यः इत्युक्ते आयोगः अ अतो गुणे इत्यनेन पररूप एकादेशः भवति इति तेषाम् उत्तरं ते एव आक्षेपं कृतवन्तः, ते एव तस्य उत्तरमपि उक्तवन्तः। तत्र एतत् प्रश्लेषरूपेण तत्र प्रश्लेषः अनिवार्यः चेत् तत् कर्तव्यः एव इति ते उक्तवन्तः। तेषां मतम् इत्संज्ञायोग्यत्वम् अनुबन्धत्वम् इति आसीत्। अनन्तरं किं दृष्टवन्तः, तदेव तद् एव पूर्वं यदा तत्र आदेशः वा विधानं वा न भवति चेत् तत् केवलं शब्दस्वरूपमेव, एता यदा तस्य आदेशः भवति तदा एव तस्य धातुः अथवा प्रातिपदिकम् अथवा प्रत्ययः इति नामकरणं भवति, गुणः आरोपितः भवति, तावत् ते केवलं शब्दस्वरूपः एव, तद् सूत्रे एव तेषां विद्यमानत्वात् इति तद् दृष्टवन्तः। तदेव क्रियावाचकः धातुः इति आसीत्। ददाते ददात्योर्विभाषा इत्यत्र तत्र न प्रत्ययस्य तत्र समस्या इति उपस्थापितं, धा धातुः अनन्तरं धा धातुः, तत्र न नामक कश्चन कृत्प्रत्ययः विधीयते। तत् एतद् कृत्प्रत्ययः तु नित्यविधानमस्ति, आकारान्तधातुभ्यः विधीयते एव। तत्र एकः समस्या आसीत्, तत्र न स्थाने श इति आदेशः भवति, विभाषा इति किमासीत् ददाति ददात्योर्विभाषा इति सूत्रेण तत्र विकल्पेन तत्र आदेशः भवति न स्थाने श इति। तत्र एव अस्माकं नूतनप्रश्नः आगतं यत् तत् विभाषा इति यत् दलसार्थक्यं तस्य विषये चिन्तनं गतसप्ताहे दृष्टम्, एकं परिभाषासूत्रमपि आसीत्, वासरूपो स्त्रियां वासरूपो स्त्रियाम् इति सूत्रम्, अनेन तत्र व असरूपः अस्त्रियाम् औत्सर्गिकप्रत्ययं प्रभाद्य यः अपवादभूतप्रत्ययः विधीयते स च अपवादभूतप्रत्ययः औत्सर्गिकप्रत्यय समानरूपः चेत् नित्यं बाधते। इदानीम् अस्माकं कृते प्रत्ययद्वयमस्ति, न स्थाने श समानरूपकः इति यदा चिन्तनं भवति तद् अनुबन्धलोपानन्तरं भवति वा अथवा पूर्वमेव न श इति यदा स्वीकुर्मः तस्मिन् समये भवति वा इति तत्र पुनः आपत्तिः आगतम्। तत्र एतदेव तद्दीर्घसूत्रेण तत्र न विधीयते, ददाति ददात्योर्विभाषा इति अपवादसूत्रं, येन श प्रत्ययः विधीयते इति। यदा वयं प्राचीनानां मतं स्वीकुर्मः प्रत्ययस्य स्थाने आदिष्टः चेदेव तस्य स्थानिवद्भावेन प्रत्ययत्वं चायते, अनन्तरमेव वयं इत्संज्ञालोपं कर्तुं शक्नुमः, अनन्तरं यदा वयं पश्यामः तत्र तु समानरूपता अस्ति द्वयोः अ न प्रत्ययस्य अप्रत्ययस्य समानरूपता अस्ति, परन्तु यदा पूर्वं पश्यामः तत्र तु समानरूपता नास्ति। तदेव न प्रत्ययबाधक श प्रत्ययः इति एतावदेव वयं गतपाठे पठितवन्तः, तस्मात् एव आरम्भं कुर्मः। एतावत् स्पष्टमस्ति वा? तदेव विषयः अग्रे अपि उक्तमस्ति, प्राचीनानां मतं नूतनानां मतम् इति। प्राचीनानां मतं यत् किम् इत्युक्ते यत् यथा तद् कस्यचित् स्थाने आदेशरूपेण न आगच्छति तदा तस्य प्रत्ययत्वं किमपि नास्ति, केवलं शब्दस्वरूपम् एव। अनन्तरं यदा आगच्छति तदा एव वयम् इत्संज्ञानुबन्धकार्यं कर्तुं शक्नुमः इति। तदेव विपरीतरीत्या ते नूतनाः वदन्ति, ते तु वदन्ति इत्संज्ञायोग्यत्वम् अस्ति चेदेव पर्याप्तं, तद्भाविरूपेण वयं स्वीकर्तुं शक्नुमः अथवा प्रश्लेषरूपेण कर्तुमपि वयं शक्नुमः। तदा इत्संज्ञायोग्य योग्यत्वम् इति अनुबन्धत्वम् इति तेषां मतं। तदेव पुनः अपि उदाहरणेन अग्रे अपि तदेव उक्तमस्ति, तद् पश्यामः महोदय। न इति इदानीं प्राचीनानां मते एतत् असरूपः खलु सत्यं, प्राचीनानां मते आं सत्यं न च इति असरूपः सत्यं। यदा प्रत्यय भवति तदा एव असरूपः भवति, सरूपः भवति सत्यं। तदेव ते अग्रे तदेव दत्तमस्ति, एकस्मिन् स्थले ते किं कुर्वन्ति इत्युक्ते यत्र तादृशचिन्तनं वयं कर्तुम् असमर्थाः तत्र वयं नूतनानां मतं स्वीकुर्मः इष्टरूपं साधनार्थं, स्थलद्वयं वा यत्र कुत्रापि तत्र आवश्यकं तत्र एव केवलं वयम् इत्संज्ञायोग्यत्वं स्वीकुर्मः इति ते अपि तद् मन्यन्ते, ते अपि येषां मतं स्वीकुर्वन्ति। तत् पुनः तेषाम् आक्षेपः भवति, यत्र कुत्रापि स्वीकुर्वन्ति चेत् तत्र दोषः भवति, सार्वत्रिकं न भवति, सूत्राणां किम् अस्ति तद् षड् लक्षणानि अस्ति खलु, अस्तोभं सर्वतोमुखं भवेत् सर्वतोमुखं भवेत् खलु, विश्वतोमुखं तद् तद् तादृशमपि आवश्यकं खलु, एकत्र स्वीकरोति अन्यत्र न अनन्तरं पुनः स्वीकरोति तादृशम् अस्ति चेत् तद् तस्य लक्षणं न सङ्गच्छति इति नूतनाः ते आक्षेपं कुर्वन्ति। तदेव अन्तपर्यन्तं तदेव तद्वादः एव, अन्यत् किमपि नास्ति। तद् करणीयं नूतनानां मतं स्वीकरणीयं वा प्राचीनानां मतं स्वीकरणीयं वा अथवा इष्टरूपसाधनार्थं मध्यमार्गः अपि स्वीकर्तुं शक्यते वा, येन इष्टरूपः भवति तदेव स्वीकरणीयं। तदेव तदेव अन्ततो गत्वा अस्तु महोदय, भवान् एव पठतु, ददाति ददात्योर्विभाषा। अस्तु, ददाति ददात्योः विभाषा इत्यस्य व्याख्यायां दत्तं यत् न प्रत्ययबाधकः शप्रत्ययः इति। एकनिमिषं, न प्रत्ययबाधकः शप्रत्ययः इति वक्तव्यं चेत् दीक्षितानां मते आदौ तिप् विधानं तदा तिप् स्थाने नल् इतिवत्, अत्रापि आदौ अयं प्रत्ययः इति कर्तव्यं, तदानीमेव तस्य प्रत्ययत्वं, नाम प्रथमतया विधानं तदा प्रत्ययत्वं, न इति तदा एव प्रत्ययः। एकवारं यदा न विहितः तदा सः ण् पुनः न निवर्तते, यदा विहितः भवति तदा पुनः न अपगच्छति। तर्हि न प्रत्ययबाधक सप्रत्ययः इति कथं? न इति विहितः चेत् अग्रे प्रक्रियां गन्तव्यमस्ति, तदा ष इति अयम् अपवादः इति वक्तुं न शक्यते। न प्रत्ययबाधकशप्रत्यय इति वक्तव्यं चेत् प्रत्ययत्वम् अपेक्षितम् अपेक्षितं भवति। प्रत्ययत्वम् अपेक्षितं चेत् प्राचीने उच्यते यद् धातोः विधातव्यः तदा एव प्रत्ययः, यदा धातोः विधा विधातव्यः, तदा एव प्रत्ययः भवति. एकवारं प्रत्ययः विहितः तदा निष्पन्नस्य निवृत्तिः न भवति, अतः श इत्यस्य अवसरः न भवति. तर्हि अयं श बाधक इति कदा वक्तुं शक्यते? बुद्ध्या विचिन्त्य भावीप्रत्ययत्वम् आदाय एव प्रत्ययत्वधर्म यः अग्रे आगमिष्यति तं धर्मम् इदानीमेव आश्रित्य इत्संज्ञा कल्पयित्वा द्वयोः विधानात् अपि इत्युक्ते न श इत्यनयोः विधानात् प्रागेव अ इति रूपं भवति. अनेन एव प्रक्रियायाः विकल्पेन बाधकत्वं जायते. अतः समस्यायाः निवारणार्थं भावीप्रत्ययत्वम् अपेक्षितं विधानात् प्राक् इति. अस्तु, तत्र इदानीं न इति विहित यदा प्रत्ययः यावत् न विधीयते तावत् प्रत्ययः न भवति. इदानीं न प्रत्ययः विधीयते तदा एव तदा प्रत्ययत्वं भवति. तदा अपवादः कथं भवति इति खलु तत्र इति प्रश्नः इति प्रश्नः. तत्र भावीप्रत्ययत्वं प्रत्ययत्वं स्वीकृत्य एव कार्यं करणीयम् इति वा तत्र बुद्ध्या विचिन्त्य भावीप्रत्ययत्वम् आदाय एव तत्र न प्रत्यय बाधकशा प्रत्ययः इति उक्तम्. न इत्यस्य एव प्रत्ययसंज्ञा नास्ति चेत् श इति कथं वा श इति प्रत्ययः कथं भवति, बाधकः कथं भवति, कथं वा तस्य बाधकः इति प्रश्नः. तत्र ते वदन्ति यत् भावीप्रत्ययत्वं स्वीकर्तव्यं, तद् बुद्ध्या विचिन्त्य भावीप्रत्ययत्वम् आदाय एव तत्र आरोपितं बाध्य प्रत्ययत्वधर्मः अग्रे भविष्यति इति वयं स्वीकृत्य तादृशम्. परं तत् समीचीनं न भवति खलु, सर्वत्र न भवति सत्यं. अतः एव तत्र मतद्वयम्, एतत्तु नूतनानां मतम्, अग्रे भविष्यति इति स्वीकृत्य तत्र कल्पयित्वा ईत्संज्ञा सर्वं कल्पयित्वा वयं स्वीकुर्मः इति नागेशानां मतं, नूतनानां मतं. तदेव अग्रे अपि आगच्छति. ते तु आक्षिपन्ति तादृशं न कर्तुं शक्नुमः इति. परन्तु सः एव उक्तवान् खलु तत्र न प्रत्ययबाधकश प्रत्ययः इति किं दीक्षितः उक्तवान् वा? आम्, ते एव स्वीकृतवन्तः तादृशम्. प्रत्ययत्वं यदापि नास्ति तदापि विधातव्यम् इति ते वदन्ति. अतः एव स्थलद्वये तेषां किञ्चित् विपरीतचिन्तनं भवति, अन्यत्र तु इत्संज्ञावत्वमेव ते स्वीकुर्वन्ति. अवगतं वा? सत्यं, तत्र इतोपि अग्रे तदेव अस्ति, पुनः पुनः तदेव अस्ति. तद् नूतनविषयः किमपि अन्यत् न योजितं, तदेव पुनः अस्ति, तदपि पठामः. धन्यवादः महोदय. अरुणा भगिनी. भगिनि, अत्र प्रकृतौ न प्रत्यये नकारस्य इत्संज्ञा, शा प्रत्यये शकारस्य इत्संज्ञा, वासरूपो स्त्रियम् इत्यनेन प्रत्ययस्य असारूपम् असारूप्यम् अस्ति चेत् के विकल्पेन बाधकत्वं, सारूप्यम् अस्ति चेत् नित्यबाधकत्वम्. असारूपत्वेन असारूप्येन वैकल्पिकबाधकत्वं वाच्यर्थं, सारूप्येन नित्यबाधकत्वं फलितार्थम्. अधुना प्रश्नः अस्ति, अनुबन्धेन सह निर्णयः करणीयः वा अनुबन्धरहिततया निर्णयः करणीयः वा? यथा नुल् तृच् इति प्रत्ययौ, नुल् इति प्रत्ययः तृच् इति प्रत्ययेन असरूपः, अनुबन्धविनापि असरूपः, न प्रत्यया शा प्रत्यया इति चेत् अनुबन्धविना उभयत्र आ इत्येव अवशिष्यते इति कृत्वा स्वरूपः स्वरूप अपवादः नित्यं बाध्यते. अनुबन्धवर्णेन सह पश्यामः चेत् ना प्रत्ययस्य आनुपूर्वी अन्या अस्ति सा प्रत्ययस्य आनुपूर्वी अन्या अस्ति, तस्मात् असरूपः असरूपात् विकल्पेन बाध्यते. कृपया प्रयत्नं करोमि. अत्र पुनः अपि ना प्रत्यया सा प्रत्ययविषये चर्चा भवति. वास्तरूपो स्त्रियाम् एकसूत्रमस्ति, इत्यनेन प्रत्ययस्य असारूप्यम् अस्ति चेत् विकल्पेन बाधकत्वं भवति, सारूप्यम् अस्ति चेत् नित्यबाधकत्वम्. असारूप्यम् इति अर्थं किम् इत्युक्ते सारूप्येन वैकल्पिकबाधकत्वं वाच्यार्थम्. ओके, सारूप्ये इत्युक्ते नित्यबाधकत्वं भवति. अधुना अनुबन्धेन सह निर्णयः करणीयः. ओके, अधुना प्रश्नः अस्ति, अनुबन्ध प्रथमं करणीयं वा अनुबन्धरहिततया निर्णयः कारणीयः वा इति प्रश्नः. यथा नूल् अत्र उदाहरणमस्ति, नूल् पतृच् प्रत्यय प्रत्ययौ द्वौ प्रत्ययौ असरूपः. ओके, अनुबन्धविना अपि असरूपः इत्युक्ते असरूपः इत्युक्ते समानं न दृश्यते, रूपः समानं नास्ति, रूपं तस्य समानं नास्ति. नुवुल् इति स्वीकुर्मः, त्रिच् इति प्रत्ययं स्वीकुर्मः चेत् द्वयमपि समानं न दृश्यते खलु, रूपं समानं नास्ति, तेषां रूपं समानं नास्ति खलु, अतः ते असरूपः असरूपः. येषां रूपं समानं नास्ति असरूपः. स इत्युक्ते समानरूपः सरूपः, न समानरूपः असरूपः. इदानीं न प्रत्ययः श प्रत्ययः स्वीकुर्मः चेत् यदा वयं तस्य तादृशमेव स्वीकुर्मः, अनुपूर्वी इत्युक्ते वर्णक्रमः, न इत्यत्र नकारः अस्ति अकारः अस्ति, श इत्यत्र शकारः अस्ति अकारः अस्ति, तदा यदा वयं तस्य तुलनां कुर्मः चेत् ते तु असरूपः अस्ति, क्षम्यताम् आम् असरूपः अस्ति, भिन्नं भिन्नम् अस्ति, न इस् डिफ्रेण्ट् फ्रम् श, समीचीनम्. परन्तु यदा वयं तस्य अनुबन्धलोपः कुर्मः चेत्, अनुबन्धस्य लोपः कुर्मः चेत् तत्र अ एव अवशिष्यते, नकारस्य इत्संज्ञा अ, शकारस्य इत्संज्ञा अ, समीचीनम्. तत्र ते सारूपः भवति, समानरूपः भवति. सो इदानीम् अस्माकं प्रश्नः कः इत्युक्ते, अनुबन्धलोपानन्तरं निर्णयः कर्तव्यः वा सारूपः वा सारूपः अथवा तस्मात् पूर्वं निर्णयः कर्तव्यः वा इति प्रश्नः. किमर्थं प्रश्नः इत्युक्ते, असरूपः अस्ति चेत् वैकल्पिकबाधकत्वं भवति, सरूपः अस्ति चेत् नित्यबाधकत्वं भवति. तद् मुख्यविषयः, नित्यं बाधा भवति वा वैकल्पिकबाधकत्वं भवति वा इति प्रश्नः. अतः एव ते सारूपः वा असरूपः वा इति प्रश्नः भवति. अवगतं वा? अवगतं. प्रत्यया शा प्रत्यया अपि असरूप एव, परन्तु अनुबन्ध अनन्तरं समानमेव. ओके, अनुबन्ध अनन्तरं समानं दृश्यते, अनुबन्धात् पूर्वम् असरूपः अस्ति. परन्तु अस्माकं कृते तत्र प्राचीनानां मतं नवीनानां मतम् इति मतद्वयम् अस्ति, अतः तत्र वयम् एकः एव परिणामः तु एकः एव भवितुम् अर्हति खलु, भिन्नभिन्नपरिणामः न आगन्तुं शक्यते. रूपं समानं भवेत् यद् मतं वयं स्वीकुर्मः चेदपि, परन्तु अत्र असुरूपः इति स्वीकुर्मः चेत् वैकल्पिकबाधकत्वं भवति, बाधः यद्भवति तद् वैकल्पिकं भवति, सारूप्यम् अस्ति चेत् नित्यबाधकत्वं भवति, तत्र भेदः भवति खलु, अतः प्रश्नः अस्ति, अतः चिन्ता तत्र कथं वा तत् समस्या अस्ति, कथं करणीयम्? धन्यवादः. पूर्वम् इति स्वीकुर्मः चेत् कदापि सारूप्यं न भवति एव खलु, सत्यं न भवति एव, सत्यं न भवति एव, सत्यम्. अनुबन्धलोपः कुर्मः चेदेव सारूप्यं भवितुमर्हति, सारूप्यं भवति चेदेव नित्यबाधकत्वं भवति, सारूप्यं नास्ति चेत् वैकल्पिकबाधकत्वम्. अस्माकम् इष्टं किम् इति एव प्रश्नः, इष्टरूपं किं, तत्र नित्यत्वेन बाधकत्वम् आवश्यकं वा अथवा वैकल्पिकबाधकत्वम् एव अस्माकम् इष्टं वा इति, तदेव प्रश्नः. समीचीनं वा महोदय? आमां सत्यम्. तत्र यदा तादृशचिन्तनं भवति, यदा सामान्यतः तत्र भट्टोजी दीक्षितं मतं स्वीकर्तुं शक्यते, परन्तु एतादृश श्रवणप्रत्यये विषये तु भावी प्रत्यय इति, भावी प्रत्ययत्वं भवति इति, अग्रे गतवती इति स्वीकृत्य करणीयं तदा खलु. सत्यं तदा एव अस्माकं तद् रूपसाधनार्थं तत् सम्यक् भवति. समीचीनं, सम्यक्, धन्यवादः भगिनि. उषा भगिनि. अस्तु भगिनि, वस्तुतः न प्रत्ययस्य विधानान्तरम् एव प्रत्ययत्वं, विधानानन्तरम् एव प्रत्ययत्वं, ततः परमेव तस्य इत्संज्ञा लोपः, तदानीम् अकारः अवशिष्यते, नाम अ इति प्रत्ययः उत्पद्यते. ओके, न इत्यस्य कृते अनुबन्ध. ओके, विधानानन्तरं, प्रत्ययस्य विधानानन्तरमेव प्रत्ययत्वं, ततः ये परमेव, ततः परमेव तस्य इत्संज्ञा अपि च लोपः, तदानीम् अकारः अवशिष्यते, नाम अ इति प्रत्ययः उत्पद्यते. अस्तु, सो प्रत्ययत्वम् इति अपेक्षते इति. प्रत्ययः कदा भवति? धातोः विहितः चेत् प्रत्ययसंज्ञा लभ्यते. ददादि धदात्योः विभाषा विधिसूत्रं वासरूपो स्त्रियाम् इति परिभाषासूत्रम्. विधानात् प्राग् एव निर्णेतव्यः भवति यत् न श सरूपो वा असरूपो वा. सो विधानात् प्राग् एव निर्णेतव्यः भवति यत् न अपि च श सरूपो वा असरूपो वा. ओके, धातोः विधानात् पूर्वं न इत्यस्य आनुपूर्वी अन्या, धातोः विधानात् पूर्वं न इत्यस्य आनुपूर्वी अन्या, श इत्यस्य आनुपूर्वी अन्या, यतोहि तावता तयोः नकारशकारयोः लोपः न जातः. विधानात् प्राक् भवति चेत् न इति अस्ति, श इति अस्ति, तेन असरूपो भवति. धातोः विधानात् पूर्वं न इत्यस्य आनुपूर्वी अन्या, श इत्यस्य आनुपूर्वी अन्या, यतोहि तावता तयोः नकारशकारयोः लोपः न जातः. ओके, सो विधानात् पूर्वम्. ओके, विधानात् प्राक्येव निर्णेतव्यः भवति यत् न श सरूपो वा असरूपो वा. ओके, अतः असरूपम् एव इदं शब्दस्वरूपम्, असरूपमेव इदं शब्दस्वरूपं, तथा चेत् वासरूपो स्त्रियां, वासरूपो स्त्रियाम् इत्यनेन असरूपः अपवादप्रत्ययः, असरूपः अपवादप्रत्ययः उत्सर्गं विकल्पेन एव बाधते, वैकल्पिकबाधकत्वम्. ओके, अतः विकल्पः सिद्धः. एवं च विकल्पे सिद्धे ददादि दधात्योः विभाषा इत्यनेन द्विभाषा इति सूत्र अंशः न सङ्गच्छते. आम्, यतोहि पूर्वमेव वासरूपो स्त्रियाम् इत्यनेन विकल्पं सिद्ध्यति इत्यनेन इत्यनेन ददाति ददात्योः विभाषा इत्यनेन विभाषा इति सूत्रांशः न सङ्गच्छते. एवम् आदेशानां च शब्दस्वरूपाणां च विधानं कृत्वा प्रत्ययत्वं यदि आनीयते तर्हि न प्रत्ययस्य विकल्पेन बाधकः श प्रत्ययः इति निरूपयितुम् एव न शक्यते. एवम् आदेशानां च शब्दस्वरूपाणां च विधानं कृत्वा एवम् आदेशानां च शब्दस्वरूपाणां च विधानं कृत्वा प्रत्ययत्वं यदि आनीयते तर्हि सो प्रत्ययत्वं धातोः कृते विहितः चेत् प्रत्ययं भवति इति चेत् धातोः अपि च न प्रत्ययस्य स्थाने विकल्पेन श इति प्रत्ययः इति निरूपयितुमेव न शक्यते. अन्तिमवाक्यं न न शक्यते इति किमर्थं दत्तम्? न शक्यते खलु तत्र इदानीं तत्र विभाषा इति कथं वा वक्तुं शक्यते इत्येव. अतः ददाति विषये वदति खलु, न तु सामान्यतया. अस्तु अस्तु, विभाषा इति कथं वा वक्तुं शक्यते इति विकल्प विभाषा विषये वदति. अस्तु, न शक्यते. विधानं कृत्वा प्रत्ययत्वं यदि आनीयति तर्हि न प्रत्ययविकल्पेन बाधकः इति श प्रत्ययः इति निरूपयितुमेव न शक्यते. तादृशम् अवगन्तुं व्याप्तं भवति. अस्तु, इदानीम् अनुबन्धरहितम् अस्ति चेत् देन् सरूपः भवति. सरूपः भवति चेत् देन् विभाषा इत्यस्य कृते सङ्गच्छते एव. देन् बाधकत्वं नित्यबाधकत्वम् इत्यनेन सरूपः अस्ति चेत् नित्यबाधकत्वं नित्यबाधकत्वम् अस्ति चेत् द बाधकत्वं फार् वाट् नकारस्य स्थाने शकारः न तद् विकल्पेन आगच्छति वा नित्यम् आगच्छति वा इत्येव प्रश्नः. तत्र यदा तत्र किमपि न उक्तं चेत् ददाति ददात्योर् इत्येव अस्ति चेत् अत्र प्रश्नः एव न भवति. तत्र वयं केवलं वासरूपो स्त्रियां स्वीकृत्य एव विकल्पेन वा नित्यं वा इति सरूपः अस्ति वा अस्वरूपः अस्ति वा इति वयमेव निर्णयं कर्तुं शक्नुमः. तत्र एकः एव मार्गः भवति. इदानीं तत्र मार्गद्वयमस्ति, वासरूपो स्त्रियाम् इत्यनेन न श इति असरूप असरूपः इति वयं निर्णयं कृतवन्तः. तत्तु अस्ति, असरूपः अस्ति चेत् तत्र वैकल्पिकबाधकत्वम् इति अपि सिद्ध्यति. परन्तु सूत्रे किमुक्तं? विभाषा पुनः उक्तं. तत्र किमर्थं पुनः तत्र उक्तम् इति कारणेन तत्र आदेशानां शब्दस्वरूपाणां यदा वयं विधानं कृत्वा प्रत्ययत्वम् आनीयते तदा तद् दोषाय भवति इति तेषां मतं. क्लेशः भवति. ओके, सो प्रत्ययसंज्ञा इति वक्तव्यं चेत् देन् दोषाय भवति इति. न प्रत्ययस्य विकल्पेन बाधकः श प्रत्ययः इति वयं तत्र वयं तादृशनिरूपणमेव कर्तुं न शक्नुमः इति तेषां मतं. तत्र विभाषा इति तद् दलसार्थक्यं तेषां चिन्तनं, किमर्थं विभाषा इति उक्तं तद् न भवति. विकल्पे सिद्धे तद् न भवति. पूर्वमेव विकल्पः, इदानीं कस्य विकल्पः पुनः वदति इति. उत्तरम् अन्ततो गत्वा एकस्मिन् एव पङ्क्तौ अस्ति, परन्तु चिन्तनं तु बहु दीर्घमस्ति तावदेव. धन्यवादः भगिनि. धन्यवादः विद्या भगिनी अस्ति खलु? आं महोदय, नमस्कारः. नमस्ते. यदि वदामः यत् न शब्दस्वरूपं प्रबाद्य सा शब्दस्वरूपे जाते एव तस्य सा शब्दस्वरूपत्व स्वरूपस्य प्रत्ययत्वं तदानीमेव इत्संज्ञा लभ्यते. तर्हि न प्रत्ययस्य सा प्रत्ययः असुरूपात् विकल्पेन बाधकः इति उच्यते. विकल्पः सिद्धः एव वासरूपस्त्रिया इत्यनेन. ददाति ददात्योर्विभाषा इत्यस्मिन् विभाषा इति सूत्रांशः निरर्थः. समस्यायाः निवारणार्थं प्रत्ययोग्यता वक्तव्या. नाम न प्रत्यये धातोः कृतश्चेत् एव प्रत्ययत्वं भवति, किन्तु धातोः स च प्रत्ययः एतावता न विहितः. अतः तद् योग्यता अस्ति इति कृत्वा तस्य नकारस्य इत्संज्ञायां चकारस्य च इत्संज्ञायां द्वयोः इत्संज्ञात्वम् अस्ति इति कृत्वा अनुबन्धत्वम् अस्ति. अतः उभयता अकारः एव अस्ति इति कृत्वा अयम् असरूपः अपवादः न सरूपः एव. तृतीयस्य सारूप्येण नित्यं बाधकत्वं प्राप्नोति. नित्ये बाधके प्राप्ते ददाति ददातोर्यो विभाषा इत्यनेन विभाषा ग्रहणं चरितार्थम् अत्र भवति. इदानीम् अत्र न अनन्तरं सा विषये नकार उत्तरवर्ति, अत्र अकारः एव तिष्ठति. अनन्तरं शकार उत्तरवर्ति, अकारः एव तिष्ठति सर्व द्वयोः मध्ये इति दृष्टवन्तः. परन्तु अत्र न शब्दस्वरूपम् अनन्तरं सा शब्दस्वरूप रूपं स्वीकुर्मः चेत् सा स्वरूप शब्दस्वरूपस्य प्रत्ययत्वम् अत्र तदानीमेव इत्संज्ञा लभ्यते. तर्हि न प्रत्ययस्य शा प्रत्ययस्य अपूर्व असरूप असरूप असरूपात् अत्र स्वरूपं नास्ति इति. अतः तत्र विकल्पेन बाधकः इति उच्यते. परन्तु विकल्पः सिद्धः एव अत्र वासरूपस्त्रियाम् इत्यनेन. अनन्तरम् अत्र ददाति ददात्योर्विभाषा इति सूत्रांशः अत्र निरर्थकम् एव भवति. अत्र निष्कलं भवति यदा वासरूपस्त्रियाम् इति वक्तुं शक्यते चेत् अत्र ददाति ददात्योर्विभाषा इति अत्र निष्कलं भवति एतत् सूत्रांशः. समस्यायाः अत्र निवारणार्थम् अत्र एतत् स्पष्टीकरणार्थं प्रत्ययोग्यता अत्र वक्तव्या एव वक्तव्या. नाम न प्रत्यये धातोः कृतः चेत् प्रथमम् एतत् अत्र कृतम् अनन्तरम् अकार एव तिष्ठति इति प्रत्ययत्वं भवति इति चेत् धातोः स च प्रत्ययः एतावता न विहितः. अतः तद् योग्यता अस्ति इति कृत्वा तत्र नकारविषये अत्र अ इति प्रत्ययं तिष्ठति इति एतत् अत्र योग्यता अस्ति इति कृत्वा नकारस्य इत्संज्ञा सकारस्य च इत्संज्ञा द्वयोः इत्संज्ञत्वम् इति कृत्वा पर अनुबन्ध अनन्तरम् अत्र अकार एव तिष्ठति इति अत्र कृत्वा उभयता अकारः एव अस्ति इति कृत्वा अयम् असरूपः अपवादः न स्वरूपः एव. किमर्थं चेत् अत्र द्वयोः मध्ये आ एव तिष्ठति. अतः असरूपः नास्ति, स्वरूपः एव. तृतीयस्य सारूप्येण नित्यं बाधकत्वं प्राप्नोति. अत्र सारूप्येण एव अत्र प्रत्ययस्य सारूप्येण एव अत्र नित्यं बाधकत्वं प्राप्नोति इति. नित्यबाधके प्राप्ति अत्र ददाति ददात्योर्विभाषा इत्यनेन विभाषाग्रहणं चरितार्थम्. अत्र एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे न भवति इति अत्र दत्तं भवति. सत्यम्. इदानीं तत्र अर्थपूर्णं भवति यदा इदानीं एतादृशमार्गः स्वीकुर्मः चेत् तत्र अस्माकम् अर्थपूर्णता भवति इति. तत्र सारूपः अस्ति इति कारणेन नित्यबाधकत्वं भवति. नित्यबाधके प्राप्ते इदानीं वयं ददाति ददात्योर्विभाषा इत्यनेन वैकल्पिकं कर्तुं तादृशमार्गः स्वीकुर्मः चेत् तत्र अर्थपूर्णता सफलता भवति चरितार्थम् इति. इदानीम् अवगतं वा? एतत्तु किञ्चित् भिन्नः, पूर्वस्मिन् परिच्छेदे यद् लिखितं तस्मात् किञ्चित् अन्यमार्गः. तस्य योग्यता तत्र ईसञ्ज्ञकत्वं करणीयम्, ईत्संज्ञकत्वम् असत्यम्. अग्रे गत्वा किं भविष्यति इति चिन्तनीयं तावदेव, तदेव तद् मुख्यविषयः. एकस्मिन् सूत्रे एव वयं सर्वं तत्र साधयितुं न शक्नुमः. अग्रे गत्वा तस्य रूपं कथं भविष्यति, प्रथमं रूपं स्वीकृत्य अनन्तरं चिन्तनं, तथा व्याकरणस्य प्रयोजनं वदामः खलु तादृशमेव. आदौ शब्दः अनन्तरमेव शब्दः, आम् अनन्तरमेव व्याकरणं, सत्यं भाषा अनन्तरं वाक्. महोदय भवानेव, धन्यवादः भगिनि. समस्यायाः निवारणार्थं प्रत्ययोग्यता वक्तव्या. प्रत्ययोग्यता नाम न प्रत्यये धातुः कृतश्चेदेव, न प्रत्यये धातोः कृतश्चेदेव प्रत्ययत्वं भवति, किन्तु धातोः स च प्रत्ययः न विहितः, अतः तद् योग्यता अस्ति इति कृत्वा तस्य नकारस्य इत्संज्ञायां षकारस्य च इत्संज्ञायां द्वयोः इत्संज्ञकत्व इत्संज्ञात्वम् अस्ति इति कृत्वा अनुबन्धत्वम् अस्ति, अतः उभयता अकारः एव अस्ति इति कृत्वा अयम् असरूपः अपवादः न, स्वरूपः एव. प्रत्ययस्य सारूप्येण नित्यं बाधकत्वं प्राप्नोति, नित्ये बाधके प्राप्ते ददाति ददात्योः विभाषा इत्यनेन विभाषाग्रहणं चरितार्थं वयं पूर्वं पठितवन्तः दृष्टवन्तः. अत्र समस्यानिवारणार्थं प्रत्ययोग्यता वक्तव्या इति, प्रत्ययोग्यता योग्यतात्वम् अस्ति इति कृत्वा, योग्यता अस्ति इति कृत्वा इत्संज्ञायां चकारस्य इत्संज्ञायां तत्र इदानीं स्वरूपत्वं भवति, दृश्यते सारूप्यं भवति, अतः तत्र नित्यं बाधते, यदा नित्यबाधकत्वं प्राप्नोति तदा ददाति विभाषायाः विभाषा इति सूत्रस्य वैयर्थं न भवति, तत्र तस्य कार्यं भवति विभाषा इति. सत्यम्, एतद् प्राचीनाः अपि अनुसरन्ति, एतत्तु नवीनानां मतम् आसीत् खलु, इत्संज्ञायोग्यत्वम् इति. एतद् एतस्मिन् विषये अस्मिन् स्थले ते अपि अङ्गीकुर्वन्ति एतादृशं कर्तुं शक्नुमः इति. परन्तु तत्र प्रश्नः कः इत्युक्ते, एकस्मिन् स्थले सम्यक् इति वदन्ति, अन्यस्मिन् स्थले क्लेशः इति वदन्ति, तादृशं तत्तु सम्यक् नास्ति खलु, तादृशं कुर्मः चेत् भ्रमः एव भवति. अग्रिमपरिच्छेदः अपि पठतु महोदय, नो चेत्. नो चेत् प्राचीनैः तत्र यथार्थस्य स्थाने आदेशः कर्तव्यः इति सा रीतिः यथा उक्ता तैः अत्रापि तादृशी रीतिः आश्रयणीया. नो चेत् प्राचीनैः तत्र यथार्थस्य स्थाने आदेशः कर्तव्यः इति सा रीतिः यथा उक्ता तैः अत्रापि तादृशी रीतिः आश्रयणीया. कथं? धातोः न इति प्रत्ययः कर्तव्यः, एकवारं यदा न प्रत्ययः आगतः तदा उत्पन्नस्य न प्रत्ययस्य निवृत्तिः न भवति. एकवारं न एकवारं ष इति भवेत्, परन्तु अधुना नित्यत्वेन न इत्येव प्रत्ययः जातः. उत्पन्नस्य निवृत्तिः न भवति चेत् इदानीं विकल्पविधानम् इति न सङ्गच्छते, अतः भावीप्रत्ययत्वम् अपि प्रत्ययत्वम्, अनेन भावी अनुबन्धत्वम् अपि अनुबन्धत्वम्. तत्र तदेव उक्तमस्ति, अत्र एकवारं न प्रत्यय आगच्छति, प्राचीने यथार्थस्य स्थाने आदेशः कर्तव्या इति रीति स्वीकुर्मः चेत् यदा न प्रत्यय विधीयते तदा न प्रत्यय आगच्छति चेत् पुनः तस्य निवृत्तिः न भवति, तर्हि निवृत्तिः न भवति चेत् कथं वा तस्य श इत्यस्य पुनः भवितुमर्हति इति प्रश्ने सति. तदानीं विकल्पविधानम् इति न सङ्गच्छति, अतः तत्र भावीप्रत्ययत्वं अत्र यदा वयं दृष्टवन्तः, अत्र बाय् अस्तु पूर्वमपि दृष्टवन्तः प्रत्ययत्वं भाविप्रत्ययत्वम् अपि प्रत्ययत्वमेव प्रत्ययत्वम् इत्युक्ते तत् केवलं विधानानन्तरमेव प्रत्ययत्वम् अपि नास्ति भाविप्रत्ययत्वमपि प्रत्ययत्वम् इति स्वीकृत्य अनेन भावि अनेन यदा भाविप्रत्ययत्वं प्रत्ययत्वम् इति स्वीकुर्मः चेत् तथा अनुबन्धत्वमपि भावि अनु भाविप्रत्ययस्य भावि अनुबन्धत्वम् अपि अनुबन्धत्वं भवति सत्यम् इति खलु सत्यं तदेव सः ते वदन्ति यदा अग्रे गत्वा तस्य लोपः भवति चेत् पूर्वमेव तत् स्वीकर्तुं शक्यते अथवा यद् विधीयते एकवारं तस्य निवृत्तिः तु न भवति एव तदा कथं वा वयं वैकल्पिकनिवृत्तिः इति कथं वा वक्तुं शक्यते इति यथार्थस्य स्थाने आदेशः कर्तव्यः इति प्राचीनानां मतम् यत्र प्रत्ययत्वं वास्तविकरूपेण अस्ति तत्र एव आदेशः कर्तव्यः इत्येव तेषां मतं खलु तदेव वदति प्रायः अरुणा भगिनी पठेत् महोदय धन्यवादः आहत्य भावि प्रत्ययत्वम् आदाय पूर्वमेव इत्संज्ञायां लोपे च पूर्वमे प्रत्ययत्वम् ओके भाविप्रत्ययत्वम् आदाय पूर्वमेव इत्संज्ञायां लोपे च आकारः एव अस्ति प्रत्ययत्वयो अपि न द्वयो अपि ओके प्रत्ययद्वयो अपि न प्रत्यये साप्रत्यये च येन सारूप्यात् नित्यं बाधकत्वं प्राप्नोति नित्ये बाधकं बाधके प्राप्ते ददाति ददात्योर्विभाषा इत्यनेन विभाषाग्रहणचरितार्थं ग्रहणं चरितार्थम् अतः भाविप्रत्ययत्वम् आदाय निर्वाहः कर्तव्यः भाविप्रत्ययत्वम् केवलं प्रत्यय आदेश अनन्तरमेव भाविप्रत्ययत्वं भवति भगिनि न न भाविप्रत्ययत्वम् इत्युक्ते अग्रे गत्वा एतत् प्रत्ययः भवति इति चिन्तनम् ओके भाविप्रत्यय प्रत्ययत्वम् इति भावना भाविप्रत्ययत्वम् अग्रे एतत् प्रत्ययत्व प्रत्ययसंज्ञा एव अस्य भवति नळ् इत्यस्य अथवा श प्रत्ययस्य ण प्रत्ययस्य अग्रे गत्वा प्रत्ययसंज्ञा एव भवति इति पूर्वमेव स्वीकृत्य तस्य इत्संज्ञालोपः करणीयः तदेव भावि इति इत्संज्ञायां लोपानन्तरम् अकारः एव प्रत्ययद्वयोः स्थाने निष्पन्नं भवति न प्रत्ययपदे न शा प्रत्यययोः प्रत्ययद्वये आ एव अवशिष्यति तत् रूपं सारूप्यम् अस्ति अतः नित्यबाधकत्वं प्राप्नोति परन्तु नित्ये बाधके अपि अन्यसूत्रमस्ति ददाति ददात्योर्विभाषा इत्यनेन विभाषा इति ग्रहणम् आवश्यकं भगिनि चरितार्थम् इत्युक्ते अर्थपूर्णं भवति सफलं भवति इति अर्थः अतः भाविप्रत्ययत्वम् आदाय निर्वाहः कर्तव्यः भाविप्रत्ययरूपमेव प्रक्रिया एव करणीयं तदेव भगिनि सत्यम् सत्यं तदेव स्वीकर्तव्यम् इति दलसार्थक्यं वदति विभाषा इति अस्य यदा कर्तपूर्णं कदा भवति इत्युक्ते वयं भाविप्रत्ययत्वं स्वीकृत्य इत्संज्ञालोपं कुर्मः चेत् आ एव अवशिष्यते नाश इत्संज्ञालोपश्च आ एव अवशिष्यते तदा नित्यबाधकत्वं भवति यदा नित्यबाधकत्वं भवति तत्र ददाति ददात्योर्विभाषा इति सूत्रस्य अर्थः इदानीं सम्यक् रीत्या सङ्गच्छते विभाषा इति चारितार्थम् अतः वयं भाविप्रत्ययत्वमेव स्वीकुर्मः इति मतद्वयमपि वदति. पूर्वमेव नवीनाः एतदेव प्रथममेव एतत् एव उक्तवन्तः, इत्संज्ञायोग्यत्वम् अनुबन्धत्वम् इत्येव उक्तवन्तः. तस्य निराकरणं प्राचीनाः कृतवन्तः, परन्तु एतादृशस्थलेषु भाविप्रत्ययत्वमेव सङ्गच्छति इति ते अपि अङ्गीकुर्वन्ति अत्र. समीचीनं वा? अवगतं भगिनि. समीचीनं, धन्यवादः भगिनि. उषा भगिनि, तर्हि प्रकृते उच्यते यत् यदि इत्संज्ञायोग्यत्वेन अनुबन्धत्वं तर्हि अनेकाल्त्व अभावे कथं वा सर्वादेशत्वं स्यात्? इत्संज्ञायोग्यत्वेन अनुबन्धत्वं तर्हि अनेकाल्त्व अभावः कथं वा सर्वादेशत्वं भवति? ओ, अनेकाचित् सर्वस्य इत्यनेन. ओके, उत्तरत्वेन उक्तं यत् आनुपूर्व्यात् सिद्धम्, आनुपूर्व्यात् सिद्धम्. ओके, भगिनि, अनेकाल्त्व अभावे, सो न प्रत्ययस्य स्थाने श इत्यस्य कृते अनेक अल् अभाव, एकमेव अकारः अस्ति चेत् तथैव खलु, अनेक अल् नास्ति इत्यनेन सर्वादेशत्वं स्यात्, अनेकाचित् सर्वस्य इत्यनेन पूर्णतया पूर्णस्य स्थाने न प्रकृतम्. इदानीं तत्र आदौ एव उक्तं खलु, तर्हि प्रकृते उच्यते, प्रकृतम् अनुसरामः. अस्माकं लिट् लुट् लकारस्य दारौ रसः विषये आगतवन्तः पुनः. अतः प्रकृत उदाहरणे अनेकाल् तु अभावे या इत्यस्य वयम् इत्संज्ञायोग्यत्वम् इति स्वीकृत्य यदा इत्संज्ञालोपः कुर्मः चेत् तत्र अनेकाल्त्वं नास्ति खलु इदानीम्. ओ अस्तु, अनेकाल् नास्ति, तदा वयं कथं वा सर्वादेशः कर्तुं शक्नुमः? सिपः स्थाने आ इति प्रश्नः. अस्तु, तर्हि प्रकृते इति अत्र डा इति विषयः. ओके, तर्हि प्रकृते उच्यते यत् यदि इत्संज्ञायोग्यत्वेन अनुबन्धत्वं तर्हि अनेकाल्त्व अभावे कथं वा सर्वादेशत्वं स्यात्? उत्तरत्वेन उक्तं यत् आनुपूर्व्यात् सिद्धम्. ओके, आनुपूर्व्यात् सिद्धम्. ओके, डा इत्यस्य आनुपूर्विणं कृत्वा डा योगः आ. आनुपूर्वी इत्युक्ते वर्णानां क्रमः. ओके, वर्णानां क्रमः आनुपूर्वी, तथा एव वयं पूर्वं दृष्टवन्तः. ओके, अत्र क्रमः अस्ति डकारः, योगः, अकारः. अयं च आकारः दीर्घः, अतः अयोगः अ आ इति भवितुम् अर्हति. ओके, आयोगः आ इति आ इत्यपि भवितुम् अर्हति. इष्टम् अस्ति यत् अस्मिन् देशे अनेकालः स्युः, तस्य साधनार्थं डकारः गणयितुं न शक्यते चेत् आकारे वस्तुतस्तु आकारद्वयं वर्तते इति परिभाषेन्दुशेखरः प्रतिपादयति. अस्तु, आकारे वस्तुतस्तु आकारद्वयं वर्तते इति परिभाषेन्दुशेखरः प्रतिपादयति. तथा कल्पितं, तथा एव सम्भवति, तथा सम्भवति च. ओके, नाम आकारस्य प्रश्लेषः ङिति च इति सूत्रे अपि तादृशप्रश्लेषः कृतः गित् इत्यस्य अन्तर्भावार्थम्. अनेन च डकारं विना अपि अनेकाल्त्वं, तस्माच्च सर्वादेशत्वं सिद्धम्. ओके, सो इत्संज्ञायोग्यत्वम् अनुबन्धत्वम् इति वयं स्वीकुर्मः चेत् डा इत्यस्य डकारः इत्संज्ञा भवति चेत् तदेव अनुबन्धम् इत्संज्ञायोग्यत्वमेव अनुबन्धत्वम् इति कृते डकारः चुटु इत्यनेन गत्वा आकारः एव तिष्ठति चेत् अनेकाल् इति न सिध्यति इति कृते अत्र वयं वक्तुं शक्नुमः वट् वि काल् दर् आश् प्रश्लेषः प्रश्लेषः इति वयं ग्रहीतुं शक्यते इति परिभाषेन्दुशेखर कारः वदति अत्र आ इति आयोगः आ इति भवितुम् अर्हति इति चेत् अनेकाल्त्वम् अस्ति इति वक्तुं शक्यते इति खलु भगिनि आं सत्यं तदेव ओके ओके शोधन् अनेकाल् अस्ति इत्यनेन टिप्स् टिप् स्थाने टि स्थाने आगच्छति इति पूर्णतया आगच्छति इति अनेकाल्त्वं सिध्यति इति तस्मात् सर्वादेशत्वं भवति अस्तु अस्तु भगिनि सर्वं समीचीनं वा इति वयं न जानीमः पाणिनिः एव वक्तुं शक्यते एतादृशं मया चिन्तितं वा भवतः प्रश्लेषः कृत्वा तादृशं तत् किमपि लैक् रिसर्च् कर्तव्यं पि हेच् डि तादृशं रिसर्च् कर्तव्यम् भवति एव मम तु एज् गतं भगिनि इदानीं इतः परं किमपि कर्तुं न शक्यते मम एम् ए समाप्तं चेत् तदेव बहु बृहत् कार्यं मम कृते इदानीं एतत्तु सम्यक् अस्ति चिन्तनं सम्यक् अस्ति परन्तु एतादृशमेव सः चिन्तितवान् वा इति तत्र किमपि प्रूफ् नास्ति खलु प्रश्लेषः कृत्वा पाणिनिः मतं किम् इत्येव प्रश्नः सः एतादृशं चिन्तितवान् वा तद् प्रश्लेषं कृत्वा अनेकाल्त्वं साधयित्वा सर्वादेशः इति किञ्चित् दीर्घमार्गः इव दृश्यते खलु सः सर्वदा तत्र साक्षात् सूत्रे यद् उक्तं तादृशमेव कृतवान् इति वयं सर्वत्र दृष्टवन्तः खलु एतावता स्ट्रैट् फार्वर्ड् आसीत् तस्य मार्गः तदा तादृशमस्ति चेत् सः किमर्थम् इत्संज्ञायोग्यत्वं भावित्वं तादृशं तस्य चिन्तनम् आसीत् वा इति इदानीमपि अस्ति प्रश्नः अस्तु धन्यवादः भगिनि ने वदन्ति तत्र कुत्रचित् अस्माकं चिन्तनार्थं पाणिना तत्र तादृशं कृतम् अस्ति इति अन्यथा सर्वं लिखितं चेत् वयं कुर्मः तदपि सत्यमेव चिन्तनं करोति इति अत्र अत्र लोटि अस्मिन्नेव कलपत्रे वयं दृष्टवन्तः खलु अनद्यतन इति उक्तं सत्यं सत्यं किमर्थं श्व श्व अथवा इति न उक्तम् इति अत्र चिन्तनं सत्यं सत्यं पश्यामः नीलेश् महोदय इदानीम् अष्टाध्यायी परिचयः पाठयति खलु सदा कदाचित् सः लुट् लकारः पाठयति चेत् तस्य चिन्तनं किम् इति पश्यामः सर्वं पठित्वा वदति सः सत्यम् इदानीमपि तस्य तद् बहु सम्यक् अस्ति तस्य चिन्तनं मार्गः अपि बहु सम्यक् अस्ति किमपि अहं श्रुतवती तद् बाह्यप्रयत्नविषये सः उक्तवान् तत्र बहु सम्यक् रीत्या तस्य चिन्तनम् आसीत् समीचीनं पश्यामः तत्र अस्ति वा अस्तु विजया भगिनी पठति वा धन्यवादः उषा भगिनी अन्ततो गत्वा आम् अभवत् अन्ततो गत्वा दादिविषये तु सर्वादेशत्वं विना अनुबन्धत्व एव अभावे भावेन अभावे अभावेन आनुपूर्वी आनुपूर्व्यात् चित्तम् आनुपूर्व्यात् सिद्धम् इत्यस्य अर्थः स्पष्टरीत्या वक्तव्यम्. अत्र नागेशेन लिखितं यत् सर्वादेशत्वं विना नाम सर्वादेशात् पूर्वम् अनुबन्धत्व एव अभावः. सर्वादेशात् पूर्वम् अनुबन्धत्वं न अनुबन्धत्वस्य अभावः तेन अभावेन आनुपूर्व्यात् सिद्धम् इति प्राचीनमतम्. तर्हि किमर्थं नव्येन नागेशेन लिखितम् अनुरोधेन, परन्तु अन्तिमभागः आनुपूर्व्यात् सिद्धम् इत्यस्मिन् उभयोः मतयोः अन्वयः. एकस्मिन् पक्षे द योगः आ इड् योगः अ, अपरस्मिन् पक्षे आ योगः आ एव भवति. अत्र पूर्वं दृष्टवन्तः अत्र ड योगः आ, अत्र आनुपूर्वी इत्युक्ते वर्णानां क्रमः भवति. ड इत्युक्ते अत्र अनुबन्धलोपानन्तरम् आ एव तिष्ठति. इदानीम् अत्र अकार अकारमेलनेन दीर्घ आकारः एव अत्र आकारः दीर्घमस्ति अपि दीर्घं पुनरपि अस्ति अपि अत्र दीर्घमेव अत्र भवति इति. आकारः दीर्घः एव अत्र इति पूर्वं दृष्टवन्तः. इदानीमत्र अन्ततो गत्वा दादिविषये तु सर्वादेशत्वं पूर्णतया अत्र इति भवति इति विना अनुबन्धस्य विना अनुबन्धत्व एव अभावे आनुपूर्व्यात् सिद्धम्. अत्र आनुपूर्वी कुर्मः चेत् अत्र डा योगः आ डा इत्यस्य आकारः दीर्घ आकारः एव आनुपूर्व्यात् सिद्धमिति अत्र अर्थः भवति. षष्ठरीत्या अत्र अर्थम् एतदेव. अत्र नागेशेन लिखितं यत् सर्वादेशत्वं विना, अत्र सर्वादेशत्वं विना अत्र डा इति अस्ति चेत् अत्र सर्व आदेशः अनुबन्धलोपानन्तरम् अत्र विना नाम सर्वादेशात् पूर्वं किम् अभवत् इति. प्राक् प्राक् इति प्राक् अभावात् प्राक् भावः इति अत्र तर्कविषये अपि भवति. इदानीमत्र सर्वादेशत्वं विना अत्र आदेशं सर्वः सर्ववर्णाः अत्र आदेशत्वं नास्ति इति पूर्वं किम् अभवत् इति अत्र द्रष्टव्यम्. अत्र अनुबन्धत्वस्य एव अभावः. अनुबन्धं कृतं चेत् एव अत्र डा इत्यस्य आकारः तिष्ठति. अत्र अनुबन्धत्वं नास्ति चेत् अत्र अभावः एव भवति. अत्र किमपि कार्यं नास्ति एव. सर्वादेशात् पूर्वम् अनुबन्धत्वस्य अभावः इति वयं जानीमः एव. तर्कविषये अपि अत्र एतदेव अभवत्. तेन अभावेन आनुपूर्व्यात् सिद्धम् इति प्राचीनानां मतमत्र. अत्र यदा अनुबन्धत्वं नास्ति चेत् अत्र सर्वादेशत्वम् अपि नास्ति एव. अत्र अभावः एव तिष्ठति इति प्राचीनानां मतमत्र. तर्हि किमर्थं नव्येन नागेशेन लिखितम् अनुरोधेन? अत्र रुदुधातोः अणु उपसर्गपूर्वकः रुदुधातोः रोदति इति अत्र किमर्थम् अत्र सः अत्र अनुरोदनं कृतवान् इति. परन्तु अन्तिमभागः आनुपूर्वी आनुपूर्व्यात् सिद्धम् इत्यस्मिन् उभयोः मतयोः अन्वयः अत्र भवति. आनुपूर्व्यात् सिद्धम् अत्र डा इति स्वीकुर्मः चेत् अत्र पूर्वं डा इति भवति. अनन्तरम् आनुपूर्वी वयं यदा कुर्मः तत् समये एव आकारः सिद्धरूपेण तिष्ठति इत्यस्मिन् उभयो. एतत् समीचीनं नास्ति वा? न श्रूयते वा महोदय? हलो नमस्कार. महोदय न श्रूयते वा? एकस्मिन् पक्षे एकस्मिन् पक्षे इड् योगः आ भवति, एतत् मिलित्वा एव वर्णमेलनेन एव अत्र आ इति भवति, अपरस्मिन् पक्षे आ योगः आ, अत्र डा इति अस्ति चेत् आनुपूर्वी वयं कृतं चेत् अत्र आयोगः आ, एतदेव अत्र सर्वादेशत्वं विना इत्युक्ते अत्र अत्र आनुपूर्वी न कृतम् इति, परन्तु एकस्मिन् एतत् स्वीकृत्य एकस्मिन् पक्षे इड् योगः आ अस्ति चेत् डा इति भवति, अपरस्मिन् पक्षे इड् डा इति अस्ति, आनुपूर्वी अनन्तरम् अत्र आकारः एव डा उत्तरवर्ति दीर्घ आकारः एव तिष्ठति, अतः आयुगः आ एव इति तिष्ठति इति तत्र दत्तं महोदय. इदानीम् इतोपि वक्तव्यं चेत् भवती वदतु महोदय. हा नास्ति चिन्ता, किमपि नास्ति, समीचीनं. न अनुबन्धं कृतम् अनेकाल्त्वम् इत्यस्य विषये एव वयम् एतद् दृष्टवन्तः नागेशस्य मतं. दादिविषये तु सर्वादेशत्वं विना अनुबन्धस्य अनुबन्धत्वस्य एव अभावेन आनुपूर्व्यात् सिद्धम् इति तत्र आदौ एव वयं दृष्टवन्तः खलु, तदेव पुनः लिखितम् अस्ति अत्र. तत्र यदा भवत्या उक्तं तत्र सर्वादेशत्वं विना इत्युक्ते सर्वादेशात् पूर्वम्, अस्माकं विषयः तु डारौ रसः खलु, तत्र टिप् स्थाने ढा इत्यस्य एव विषयः, सर्वादेशात् पूर्वम् अनुबन्धस्य एव अभावः भवति इति सः साक्षात् उक्तवान्. सर्वादेशः प्रथमं करणीयः, अनन्तरमेव अनुबन्धः इति अनेनैव वयं ज्ञातुं शक्नुमः. तत्र एतत् प्राचीनानां मतम् अस्ति चेत् किमर्थं नागेशेन एतद् उक्तम् इत्युक्ते सम्माननार्थं, तेषाम् आदरार्थम् अनुरोधेन सम्माननार्थं नागेशेन यद् एतदेव स्थापितं, तद् सः साक्षात् प्राचीनमतमेव आसीत्, सः अपि तदेव अनेन उक्तवान्, परिभाषेन्दुशेखरग्रन्थे एतदेव उक्तवान्. अनन्तरम् अनेन एव वयं ज्ञातुं शक्नुमः द्वयमपि मतद्वयमपि प्राचीनानां नव्यानां द्वयमपि मतम् एतदेव आनुपूर्व्यात् सिद्धम् इत्येव ते अङ्गीकुर्वन्ति इति तदेव अहम् आदौ एव उक्तवती खलु, तत्र अन्ततो गत्वा एकः एव निर्णयः, परन्तु वादः तु प्रदर्शितः. अस्तु महोदय, भवान् एव आहत्य. तर्हि तत्र यत्र यत्र न भवति तत्र प्रश्लेषः अत्र आ आ इति तादृश, सत्यं तावदेव प्रश्लेषः कर्तव्यः तावदेव. आं महोदय, आहत्य आहत्य आहत्य प्रकृते उभयता साधयितुं शक्यते, इत्संज्ञकत्वम् अनुबन्धत्वं वा भवतु, इत्संज्ञा योग्यत्वम् एव अनुबन्धत्वं वा भवतु, अत्र रूपवैलक्षण्यं नास्ति, उभयत्र अनुपूर्व्यात् अनेकालत्वात् सर्वादेशः, किन्तु मार्गः भिन्नः. नागेशस्य सर्वत्र भावी प्रत्ययत्वम् आदाय इदानीमेव प्रत्ययत्वं स्वीक्रियते, भावी धातुत्वम् आदाय इदानीमेव धातुत्वं व्यवह्रियते, एवं च बहुत्र नागेशस्य मते भावी संविज्ञानम् आश्रियते, भावी अग्रे गत्वा किं भवति चिन्तनं करणीयमेव, भाविसंविज्ञानम् आश्रियते, अग्रिमप्रक्रिया का इत्यत्र चिन्तनं कृत्वा एव. तर्हि प्रकृते भावी प्रत्ययत्वम् आदाय इति पक्षे आकारः आकारप्रश्लेषात् एव अनेकालत्वं, तस्मात् सर्वादेश इति नव्यमते वक्तव्यम्. अत्र प्रश्लेषः करणीया डा इति तत्र आकार इति नव्यमते प्रश्लेषं कृत्वा एव सर्वादेशत्वम् इति तत्र आदौ एव तस्य भाविसंज्ञा विज्ञानात् प्रश्लेषः कृत्वा एव तत्र सर्वादेशः अनुबन्धत्वं एव अ इति भवति, तद् तत्र आ इति कथं वा सर्वादेशः भवति इति कृते प्रश्लेषः करणीया खलु. सत्यं, वयमपि तत्र भावि विज्ञानमेव स्वीकृत्य इदानीं पर्यन्तं कृतवन्तः इति खलु, तत्र सर्वत्र प्रत्ययत्वम् इति चिन्त्य चिन्त्य एव वयं कृतवन्तः खलु, तत्र प्रत्ययत्वम् अस्ति वा इति इत्संज्ञा आलोपः पूर्वमेव वयं सर्वत्र कृतवन्तः. एतादृशचिन्तनमपि खलु आम् खलु तत्र यदा रामयोगः सु इत्यत्रापि वयं तत्र सर्वं कृत्वा एव अग्रे रूपाणि साधितवन्तः खलु. अतः वयं नवीनानां मतमेव अनुसृतवन्तः एतावता. आदौ एव करोति अनुबन्धलोपानन्तरमेव तस्य चिन्तनमपि वयं कृतवन्तः सर्वत्र. अस्तु अग्रिमम् आरम्भं करोतु महोदय. स्थलद्वये दोषे सति स्थलद्वये दोषे सति सर्वत्र समीकरणीयम् इति प्रश्नः. एतावत् अस्माभिः स्थलद्वयं दृष्टं यत्र इत्संज्ञावत्त्वम् अनुबन्धत्वं कार्यं न करोति. यस्मात् इत्संज्ञा योग्यत्वमेव अनुबन्धत्वम् इत्यनेन कार्यं साधनीयमस्ति. अस्तु कार्यं न करोति यस्मात् इत्संज्ञा योग्यत्वम् अनुबन्धत्वम् इत्यनेन कार्यं साधनीयमस्ति. यत्र यथा लिट्लकारस्य मध्यपुरुषे एकवचने मध्यपुरुषे बहुवचने यत् आ इति तथा विभाषा इत्यस्मिन् ओ अस्तु द्वये स्थलद्वये अपि वा अन्यत्र नास्ति वा. अतः एव तेषां प्रश्नः. अधुना प्रश्नः उदेति यत् द्वयोः स्थलयोः कर्तव्यत्वात् अपरेषु सर्वेषु स्थलेषु यत्र इत्संज्ञावत्त्वेन साधुत्वं सिद्ध्यति तत्र सर्वत्रापि केन तर्केण इत्संज्ञा योग्यत्वेन साधनीयं भवति इति. अस्तु तत्र अन्यत्र तत्र दीक्षितमतानुसारं साधुरूपं भवति. तर्हि सर्वत्रापि केन तर्केण इत्संज्ञा योग्यत्वं साधनीयं भवति इति प्रश्नः. अवगतं वा प्रश्नः? आमां तत्र साक्षात् आगच्छति चेत् किमर्थं दीर्घमार्गः दीर्घमार्गः किमर्थं योग्यत्वं स्वीकरणीयम् इति इत्संज्ञावत्त्वमेव साधुरूपं यत् वयं अस्माभिः पठितं खलु संज्ञावत्त्वं जसहषि इत्यत्र तु साक्षात् आगच्छति खलु तत्र सर्वादेशः. तत्र किमर्थं वयम् इत्संज्ञा योग्यत्वं स्वीकर्तव्यं? तत्र तु तद् निरर्थकं भवति खलु इत्संज्ञा योग्यत्वं. तत्र तादृशेषु स्थलेषु किमर्थम् इति यत्किमपि किमपि निर्णयं कुर्मः तत् सर्वत्रिकं भवेत् सर्वेषु स्थलेषु तस्य अर्थः भवेत् खलु. तादृशं ते पृच्छन्ति किमर्थं यत्र स्थलद्वये एव अस्य आवश्यकता अस्ति चेत् पूर्णतया किमर्थं वयं तत् स्वीकुर्मः अथवा किमर्थं सर्वत्र एतदेव इति न निर्णयं कृतवन्तः तादृशम्. अस्तु धन्यवादः महोदय. अरुणा भगिनी. आं भगिनि उत्तरत्वेन उच्यते यत् सूत्रं नाम अल्पाक्षरं च विश्वतो मुखं च. अल्पाक्षरम् असन्दिग्धं सारवत् विश्वतो मुखम् अस्तोभ्यम् अनवध्यं च सूत्रं सूत्रविदो विदुः. अत्र सूत्रमित्य विशेषणानि दत्तम् अल्पाक्षरम् अस्य निदर्शने अदादिगणे शप् भवति तदा सप् लुक् भवति. तर्हि सपः विधानं किमर्थं च लुक् किमर्थं च यदि न अपेक्षते तर्हि न विधीयत. ओके निर्दर्शने अदादिगणे प्रथमं शप् आगच्छति कर्तरि शप् कर्तृत्वे तदा शप् लुक् भवति. अत्र प्रश्नः अस्ति लुक् तर्हि शपः विधानं किमर्थं लुक् किमर्थम् इति प्रश्नद्वयम् अस्ति. यदि न अपेक्षते तर्हि न विधेयत. न अवगतं यदि न अपेक्षते यदि शप् इत्यस्य किमपि कार्यं भवेत् खलु पट्योगः शप् योगः ति इत्युक्ते तत्र तत्र शप् इत्यनेन पित्वात् तत्र गुणः इति किमपि कार्यं भवति खलु. परन्तु इदानीम् अदादिगणे किं जातं, शपः लुक् जातः, तस्य किमपि कार्यं नास्ति खलु तत्र. प्रथमं तादृशं चिन्तनं कार्यम् अस्ति इति वयं जानीमः, परन्तु शपः लुक् जातः खलु, तद् न अपेक्षते चेत् किमर्थं विधीयते? शपः तु लुक् भवति, लुक् इत्युक्ते लोपः इति जानीमः, तद् लुक् भवति चेत् किमर्थं तद् विधीयते इति प्रश्नः. अपरस्मिन् निदर्शने आडुत्तमस्य पिच्छ इत्यनेन लोट् लकारस्य उत्तमपुरुषस्य प्रत्ययानाम् आगमो भवति, स च पित् अस्ति. करवाणि रूपाणि क्रुधातुतः करवाणि करवा वा करवा वा, वस्तुतः मिप् इति एकवचने प्रयोजनं नास्ति भवानि इत्यादिषु रूपेषु. अतो दीर्घो यै अन्यद् उदाहरणमस्ति आडुत्तमस्य पिच्च इति सूत्र लोट् लकारस्य उत्तमपुरुष प्रत्ययानाम् आतागमो भवति, पित् अपि भवति. रूपाणि करवाणि करवाम वस्तुतः मिप् इति एकवचने प्रयोजनं नास्ति. अत्र आने इति आगच्छति, अत्तनेपदे प्रयोजनं नास्ति भवान् इत्यादिषु रूपेषु. अतो दीर्घो यै इत्यनेन दीर्घत्वं सिद्ध्यति, किन्तु उत्तमपुरुषे द्विवचन बहुवचनयोः च आत्मनेपदे सर्वेषु उत्तमपुरुषवचनेषु च पञ्चसु स्थलेषु आदागमस्य प्रयोजनम् अस्ति, केवलं मिप् प्रयोजनं नास्ति. किमिचने सामान्यतया तद् आडुत्तमपदस्य आत्मनेपदे सत्परमेपदे अपि कार्यं कर्तुं शक्यते. अतो दीर्घो यतेन दीर्घत्वं सिद्ध्यते. ओके, किन्तु उत्तमपुरुषे द्विवचन बहुवचनयोः च उत्तर आत्मनेपदे सर्वेषु उत्तमपुरुषसदस्यु पञ्चसु स्थलेषु आदागमः प्रयोजनम् अस्ति, केवलं मिप् प्रयोजनं नास्ति. ओके, किमर्थमिति अवगतं वा? मिपि किमर्थं प्रयोजनं नास्ति सूत्रमध्ये तां ता something they get different pratyas na tatra mip iti purvameva tad pitvam asti kalu tip sip mip tatra mip iti atra pitvam iti purvameva asti tatra kimatram ayam purva punaha aropaniyam aduttamasya pitcha tatra kimartam pitvam punaha iti prashnah anyatra tu nasti atah pitvam aropitam chet karyam bhavati. परन्तु मिपि तु तस्य प्रयोजनम् आडुत्तमस्य पित् च इत्यस्य आडागमः भवति, परन्तु पित् च इत्यस्य प्रयोजनं किमपि नास्ति. किमर्थम् इत्युक्ते मिप् इति पूर्वमेव पित्वम् अस्ति. तर्हि परस्मैपदेषु एकवचने आडागमः न अपेक्षते खलु इति चेत् तत्र आडागमो मास्तु, किन्तु उत्तमपुरुष पुरुषं मध्ये पतित्वा तत्रापि अडागमः स्वीक्रियते च एकं विहाय इति उच्यते चेत् असमीचीनं. सूत्रं नाम यावत् अधिकं संज्ञग्राहकं सङ्ग्रहकं भवेत् तस्मिन् सूत्रत्वे तु तत्त्वं सेत्स्यति. अन्यच्च तत्र तत्र निर्देशः न अपेक्षितः इति चेत् अनेन ग्रन्थस्य विस्तृतिः भवति. वयं जानीमः तद् परस्मैपदेषु एकवचने मने च पित् अस्ति आदागम आवश्यकं नास्ति परन्तु उत्तमपुरुष मध्ये पठित्वा तत्रापि आडागमः स्वीक्रियते कथं वक्तव्यं भगिनि तत्र अतो दीर्घो ययि इत्यनेन एव दीर्घत्वम् आगतम् मिप्पपि अस्ति अतो दीर्घो ययि इत्यनेन दीर्घत्वम् अपि आगतम् अतः आडागमस्य उत्तमपुरुष एकवचने किमपि लाभः नास्ति अनेन किमपि आवश्यकता नास्ति इति वदन्ति परन्तु किं वक्तुं शक्नुमः तत्र मध्यम उत्तमपुरुष मध्ये पठितत्वात् तत्र इत्युक्ते द्विवचने बहुवचने अनन्तरम् आत्मनेपदेषु तु आडागमस्य आवश्यकता अस्ति एव तत्र वयं कथं वा तत्र केवलम् एकविचनं विना इति तादृशं वदामः चेत् ग्रन्थः बहु दीर्घः भवति एतादृश एकं स्थलम् एतादृशम् अन्यत्रापि तादृशं किमपि अन्यत्र तादृशं वद वयम् एकं स्थलस्य विषये एव वदामः चेत् तत्र सूत्रं बहु दीर्घग्रन्थः भवति विस्तृतिः तदेव एकं विहाय इति वक्तुं न शक्नुमः इति वद समीचीनम् अस्तु इतोपि एकः परिचयः धन्यवादः भगिनी उषा भगिनी पठति वा हा इतोपि एकः पठित्वा समापयामः बहुत्र अस्तु भगिनि बहुत्र अनेकाल्त्वात् सर्वादेशः यत्र च वक्तुं न शक्यते तत्र प्रश्लेषणनिर्देशः क्रियते चेत् तदपेक्षया सर्वत्र एव तथैव प्रश्लेषेण क्रियते चेत् अनुगतं भवति यथा पर्जन्यवत् लक्षणप्रवृत्तिः सूत्रप्रवृत्तियोग्यता यत्र यत्र अस्ति तत्र तत्र सूत्रप्रवृत्तिः भवति गृहस्य उपरि वृक्षाः न सन्ति अतः तत्र वृष्टिः मास्तु क्षेत्रादिषु वृक्षकाः सन्ति क्षेत्रादिषु वृक्षकाः सन्ति अतः तत्रैव वृष्टिः भवतु इति प्रार्थनां मेघः न शृणोति स्वप्रवृत्तियोग्यत्वात् स्थलम् अस्ति चेत् मेघः वर्षति एव सो अनेकाल्त्वात् सर्वादेशः बहुत्र अनेकाल्त्वात् सर्वादेशः यत्र च वक्तुं न शक्यते तत्र प्रश्लेषः निर्देशः क्रियते चेत् तदपेक्षया सर्वत्र एव तथैव प्रश्लेषणं क्रियते चेत् अनुगतं भवति ओके यथा पर्जन्यवत् लक्षणप्रवृत्तिः पर्जन्यवत् वयं एकं सूत्रस्य प्रसक्तिः इति खलु भगिनि यथा पर्जन्यवत् लक्षणप्रवृत्ति सूत्रप्रवृत्तियोग्यता यत्र यत्र अस्ति तत्र तत्र सूत्रप्रवृत्तिः भवति सूत्रप्रवृत्ति यत्र अस्ति तत्र सूत्रप्रवृत्तिः भवति गृहस्य उपरि वृक्षाः न सन्ति अतः सो वि केनाट् टेल् द पर्जन्या टु गो अण्ड् वृष्टिः मास्तु अत्र वृष्टिः अत्र भवतु इति वयं वक्तुं न शक्नुमः स्वप्रवृत्तियोग्यत्वात् एव स्थलम् अस्ति चेत् मेघः वर्षति एव ओके सर्वत्र वर्षति एव इति गृहस्य उपरि वृक्षाः न सन्ति अतः तत्र न भवतु क्षेत्रादिषु वृक्षकाः सन्ति अतः तत्रैव वृष्टिः भवतु इति प्रार्थना मेघः न शृणोति ओके एवमेव अनेकाल्त्वात् सूत्रप्रवृत्तिः इति चेत् अनेकाल्त्वात् सूत्रप्रवृत्तिः इति चेत् बहुत्र इत्संज्ञावत्त्वम् इत्यनेन अनेकाल्त्वं जायते किन्तु क्वचित् प्रश्लेषेण अनेकाल्त्वं साधनीयं चेत् तर्हि तत् कृत्वा सर्वत्र एव प्रश्लेषः भवतु. तदकृत्वा बहुत्र इत्संज्ञावत्त्वम् इत्यनेन अनेकाल्त्वं जायते. ओके, किन्तु क्वचित् प्रश्लेषेण अनेकाल्त्वं साधनीयं चेत् प्रश्लेषेण देन् तर्हि तद् अकृत्वा, तद् अकृत्वा तत्र तद् इत्संज्ञावत्त्वम् अकृत्वा प्रश्लेषेण भवतु इति भवतु. सर्वत्र एव प्रश्लेषः भवतु, नो चेत् कुत्रचित् एकरीत्या अन्यत्र अन्यरीत्या एकत्र प्रत्ययसिद्धिः अनन्तरम् एव इत्संज्ञां कृत्वा अनुबन्धत्वम्. एकत्र प्रत्ययसिद्धिः अनन्तरमेव इत्संज्ञां कृत्वा अनुबन्धत्वम्, अन्यत्र इत्संज्ञा योग्यत्वेन अनुबन्धत्वम् इति चेत् अनुबन्धत्वे लक्षणदोषः जायते. अनुबन्धत्वं नाम किम् इत्यस्य कृते अनुगतम् एकं लक्षणं न भवति. अनुबन्धत्वं नाम किम् इत्यस्य कृते अनुगतम् एकं लक्षणं न भवति. प्रश्नः उदेति कुत्र इत्संज्ञकत्वम् अनुबन्धत्वं, कुत्र इत्संज्ञा योग्यत्वम् अनुबन्धत्वं. तथा इत्संज्ञा योग्यत्वेन क्रियते चेत् लक्षणदोषः निवार्यते. यतोहि वि डोण्ट् वाण्ट् दट् एकत्र प्रत्यय इत्संज्ञावत्त्वम् इति अनुबन्धत्वम्, अन्यत्र इत्संज्ञा योग्यत्वम् इति अनुबन्धत्वम् अस्ति चेत् देन् लक्षणदोषः जायते. आम् सत्यं. देन् इत्संज्ञा योग्यत्वेन क्रियते चेत् दोषः न जायते, दोषः न जायते. इत्संज्ञा योग्यत्वमेव अनुबन्धत्वम् इति चेत् दोषः न भवति इति अस्ति. तद् लक्षणदोषः निवार्यते, लक्षणदोषः इतोपि अस्ति किञ्चित् एव, परन्तु एतावता तत् सिद्धम्. इत्संज्ञावत्त्वम् इति केषुचित् स्थलेषु, इत्संज्ञायोग्यत्वम् इति केषुचित् स्थलेषु इति अस्वीकृत्य इत्संज्ञायोग्यत्वम् इत्येव वयं स्वीकुर्मः चेत् तत्र लक्षणदोषः निवार्यते इति एतावता आगतम्. अग्रे किञ्चित् इतोपि अस्ति, परन्तु प्रायः तत् समाप्य वयं रूपाणि साधयामः. लुट्लकारः इत्युक्ते किम् इति एव विस्मरणं जातम् इदं करपत्रं भगिनि. अय्यो रमा, सत्यम्. इतोपि अस्ति परन्तु अनन्तरं प्रायः रूपाणि आगच्छति. दारौरसः, भगवाने दारौरसः इत्यस्य एव विषये एव एतादृशचिन्तनम्. एकमेव सूत्रं लुटः प्रथमस्य दारौरसः इत्यस्य एव एतादृशचिन्तनं. चिन्तनं सम्यक् एव अस्ति परन्तु सम्यक् एव अस्ति भगिनि. Like, once you read it twice, a little bit the basic is gotten, then it is easy beginning. But yes. But samyak asti ta. It is like itapuram vayam na chintitavantah kalu. वयं तु साक्षात् चुटुलशक्वदधिते तादृशमेव कृतवन्तः आसन्, परन्तु तत्र प्रत्ययत्वम् अस्ति वा इति वयं कदापि न चिन्तितवन्तः खलु. एतत् किञ्चित् ऐ ओपनर् इव अस्ति, ओ एतादृशमार्गः अपि अस्ति, वयं चिन्तनीयम् इति. सम्यक् अस्ति. यदा अहम् आदौ एव उक्तवती उत्तरं तु एकमेव अस्ति, परन्तु तत्र चिन्तनं किञ्चित् दीर्घमार्गेण. अस्तु, प्रायः अग्रिमसप्ताहे समाप्य वयं रूपाणि साधयामः. तदेव मुख्यविषयः खलु. बहवः उदाहरणानि दत्तं भगिनि, परन्तु उदाहरणानि बहवः अस्ति चेत् कन्फ्यूषन् अपि अस्ति. सत्यं. आम् तस्य विषये किं जातम् इति सत्यं, तदपि अस्ति सत्यम्. अस्तु, तद् महोदयेन किं कृतम् इत्युक्ते भाषा सरलीकृत्य उपस्थापितः खलु, अतः एव वयम् अवगन्तुं शक्नुमः. यदि सिद्धान्तकौमुदी सर्वं स्वीकुर्मः चेत् किञ्चित् भ्रमः, प्रौढभाषा भवति खलु, तत्र किञ्चित् भ्रमः भवति. अतः वयमपि पठितुं शक्नुमः, तत् कान्फिडेन्स् आगच्छति. अल्पाक्षरं भवेत् इति सूत्रस्य कृते अपि नास्ति, परन्तु भाष्यकरा सिद्धान्तकौमुदी सर्वैः सत् तत् अल्पाक्षरम् इति एव स्वीकृत्य चिन्तनं वदामः खलु. देन् अयोपा सत्यं सत्यम्. एतत् सम्यक् अस्ति, वयमपि किञ्चित् पठामः, पठिष्यामः, वयमपि अवगन्तुं शक्नुमः इति कान्फिडेन्स् आगतम्. आम् आम् आं भगिनि, धन्यवादः. धन्यवादः, धन्यवादः भगिनि. नमस्कारः. नमस्कारः.